आम मुझे बता तो श्री परमात्मने नमः। ओम श्री परमात्मने नमः। अथ श्रीमद्भगवद्गीताध्यानम्। अथ श्रीमद् भगवद् गीता ध्यानम्। पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्। व्यासेन क्रथितां पुराणमुनिना मध्ये महाभारतम्। व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम्। अद्वैतामृतवर्षिणीं भगवती अष्टादशाध्यायिनीम्। अम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्। अम्बे क्षम्यताम् अम्ब त्वाम् अनुसन्धामि भगवदीते भगवद्गीते भवेद्वेषिणीम्। नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र। नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दाय तपपत्रनेत्र। येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः। येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः। प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये। प्रपन्नपारिजाताय स्तोत्रवैत्रेयकपाणये। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। वसुदेवसुतं देवं कंसचाणूरमर्दनम्। वसुदेवसुतं देवं कंसचाणूरमर्दनम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। भीष्मद्रोणतट जयद्रथजला गान्धारनीलोत्पला। भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। अश्वत्थामविकर्णघोरमकर दुर्योधनावर्तिनी। अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी। सोत्तीर्णा खलु पाण्डवैरणनदी कैवर्तकः केशवः। सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तका केशवः पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्। पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्। नानाख्यानककेशरं हरिकथा सम्बोधनाबोधितम्। नानाख्यानककेसरौ हरिकथा सम्बोधनाबोधितम्। लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा। लोके सज्जनषट्पदैर्हरः पेपीयमानं मुदा। भूयाद्भारतपङ्कजं कलिमलप्रध्वंसिनः श्रेयसे। भूयाद्भारतपङ्कजं कलिमलप्रध्वंसे न श्रेयसे। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्। यत्कृपातमहं वन्दे परमानन्दमाधवम्। यत्कृपातम् अहं वन्दे परमानन्दमाधवम्। अथ ध्यानम्। अथ ध्यानम्। शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्। शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्। विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम्। विश्वाधारं गगनसदृशं लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्। वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्। यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैस्तवैः। वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः। ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो। यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः। श्रीमद्भगवद्गीतामाहात्म्यम्। श्रीमद्भगवद्गीतामाहात्म्यम्। गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान्। गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान्। विष्णोः पदमवाप्नोति भयशोकादिवर्जितः। विष्णोः पदमवाप्नोति भयशोकादिवर्जितः। गीताध्ययनशीलस्य प्राणायामपरस्य च। गीताध्ययनशीलस्य प्राणायामपरस्य च। नैव सन्ति हि पापानि पूर्वजन्मकृतानि च। नैव सन्ति हि पापानि पूर्वजन्मकृतानि च। मलनिर्मोचनं पुंसां जलस्नानं दिने दिने। मलनिर्मोचनं पुंसां जलस्नानं दिने दिने। सुकृद्गीताम्भसि स्नानं संसारमलनाशनम् सकृद्गीताम्भसि स्नानं संसारमलनाशनम् गीतासु गीता कर्तव्या किमन्यैः शास्त्रविस्तरैः गीतासु गीता कर्तव्या किमन्यैः शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्माद्विनिः श्रुता या स्वयं पद्मनाभस्य मुखपद्माद्विनिःश्रुता भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःश्रुतम् भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःश्रुतम् गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्सल सुधीर्भोक्ता दुग्धं गीतामृतं महत् पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्र गीतम् एको देवो देवकी पुत्र एव एकं शास्त्रं देवकी पुत्र गीतम् एको देवो देवकी पुत्र एव एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॐ श्री परमात्मने नमः अथ भक्तियोगो नाम द्वादशोऽध्यायः योगो नाम द्वादशोऽध्यायः अर्जुन उवाच एवं सततयुक्ताये भक्तास्त्वां पर्युपासते एवं सततयुक्ताये भक्तास्त्वां पर्युपासते ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः श्रीभगवानुवाच श्रीभगवानुवाच मय्यावेश्यमनो ये मान् नित्ययुक्ता उपासते मय्यावेश्यमनो ये मान् नित्ययुक्ता उपासते श्रद्धया परयोपेतास् मे युक्ततमामताः श्रद्धया परयोपेतास्ते मे युक्ततमोत्तमामताः ये त्वक्षरमनिर्देश्यम् अव्यक्तं पर्युपासते ये त्वक्षरमनिर्देश्यम् अव्यक्तं पर्युपासते सर्वत्र गमचिन्त्याञ्च कूटस्थमचलं ध्रुवम् सर्वत्र गमचिन्त्यं च कूटस्थमचलं ध्रुवम् सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम् क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिर्दुःखन् देहवद्भिरवाप्यते अव्यक्ता हि गतिर्दुःखन् देहवद्भिरवाप्यते ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येनैव योगेन मां ध्यायन्त उपासते अनन्येनैव योगेन मां ध्यायन्त उपासते येषामहं समुद्धर्ता मृत्युसंसारसागरात् तेषामहं समुद्धर्ता मृत्युसंसारसागरात् भवामि न चिरात् पार्थ मय्यावेशितचेतसाम् भवामि न चिरात् पार्थ मय्यावेशितचेतसाम् मय्येव मनाधत्स्व मयि बुद्धिन्निवेशय मय्येव मनाधत्स्व मयि बुद्धिन्निवेशय निवसिष्यसि मय्येव अथ ऊर्ध्वन् न संशयः निवसिष्यसि मय्येव अथ ऊर्ध्वन् न संशयः अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तं धनञ्जय अभ्यासयोगेन ततो मामिच्छाप्तं धनञ्जय अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः सर्वकर्मफलत्यागं ततः कुरु यथात्मवान् सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानं विशिष्यते श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानं विशिष्यते ध्यानात् कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम् ध्यानात् कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम् अद्वेष्टा सर्वभूतानां मैत्रकरुण एव च अद्वेष्टा सर्वभूतानां मैत्रकरुण एव च निर्ममो निरहङ्कारः समदुःखसुखः क्षमी निर्ममो निरहङ्कारः समदुःखसुखक्षमी सन्तुष्टः सततं योगी यदात्मा दृढनिश्चयः सन्तुष्टः सततं योगी यदात्मा दृढनिश्चयः मय्यर्पितमनो बुद्धिः यो मद्भक्तसमे प्रियः मय्यर्पितमनो बुद्धिः यो मद्भक्तः स मे प्रियः यस्मानोद्विजते लोकः लोकानोद्विजते चयः यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः अर्षामर्षभयोद्वेगैः मुक्तो यः स च मे प्रियः हर्षामर्षभयोद्वेगैः मुक्तो यः स च मे प्रियः अनपेक्ष शुचिर्दक्षः उदासीनो गतौ यतः अनपेक्ष शुचिर्दक्ष उदासीनो गतव्यथः सर्वारम्भ परित्यागी यो मद्भक्त समे प्रियः सर्वारम्भ परित्यागी यो मद्भक्त समे प्रियः यो नो हृष्यति न द्वेष्टि न शोच्यति न काङ्क्षति यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभ परित्यागी भक्तिमान्यः समे प्रियः शुभाशुभ परित्यागी भक्तिमान्यः समे प्रियः समशत्रौ च मे च मित्रे च तथा मानपामानयोः समशत्रौ च मित्रे च तथा मानापमानयोः शीतोष्ण सुख दुःखेषु समसङ्गविवर्जितः शीतोष्ण सुख दुःखेषु समसङ्गविवर्जितः तुल्यनिन्दास्तुतिर्मौनि सन्तुष्टो येन केनचित् तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् अनिकेतस्थिरमतिः भक्तिमान् मे प्रियो नरः अनिकेतस्थिरमतिः भक्तिमान् मे प्रियो नरः ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते श्रद्धदानामत्परमाः भक्तास्तेतीव मे प्रियाः श्रद्धदानामत्परमाः भक्तास्तेतीव मे प्रियाः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः भक्तियोगो नाम द्वादशोऽध्यायः सर्वं श्रीकृष्णार्पणमस्तु हरिः ओम् ॐ श्रीगुरुभ्यो नमः यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि